पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 25 सूद उवाच इयं हि का गायति चारुलोचना विलासभा वै परिविश्वमेव अतीव बाला शुशुभे मनोहरा सम्पूर्णभावै परिमोहयेज्जनम् दृष्ट्वा सरम्भां कमलायताक्षीं पीनस्तनीं चर्चितकुङ्गुमाङ्गीं पद्माननां कामगृहं ममैषा नो वा हृदिश्चारु मनोहरेयं सम्पूर्णभावं परिरूपयुक्तां कामाङ्गलीलामदिशीलभावां यस्याम्यहं वश्यमिहैव अस्य मनो भवेनाद्य इहैव प्रेषितः इतीव दैत्यः सुविचिन्तयान्विधकामेन मुग्धो बहुकालनोदितः समातुरस्तत्र जगामसत्वरमुवाच तां दीनमना सुलोचनाम् कस्यासि वा सुन्दरिकेन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे तवैव रूपेण महादितेजसा मुग्धोऽस्मि बाले मम वश्यतां व्रज एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति अहं रम्भा महाभाग क्रीडार्थं वनमुत्तमम् सखी सार्धं समायादा नन्दनं वनमुत्तमं त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः वृत्र उवाच श्रूयतामभिधास्यामि योऽहं बाले समागतः हुदाशनात् समुत्पन्नः कश्यपस्य सुधशुभे सखाकं देवदेवस्य इन्द्रस्यापि वरानने ऐन्द्रं पदं वरारोहे अर्धं मे भुक्तिमागतम् अहं वृत्रकथं देवि मामेवं न तु विन्दसि त्रैलोक्यं वशमायातम् यस्यैव वरवर्णिनि अहं शरणमायाद कामाद्रक्षवरानने भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये रम्भोवाच वशगाहं तवैवाद्य भविष्यामि न संशयः यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि एवमस्तु महाभागे तं तं सर्वं करोम्यहम् एवं सम्बन्धकं कृत्वा तया सह महाबलः तस्मिन्वने महापुण्ये रेमे दानवसत्तमः तस्या गीतेन नृत्येन हास्येन ललितेन च अतिमुग्धो महादैत्यः स तस्या सुरतेन च तमुवाच महाभागं वृत्रं दानवसत्तमं सुरापानं कुरुष्वेह पिबस्व मधुमाधवीं तामुवाच विशालाक्षीं रम्भां शशिनिभाननां पुत्रोऽहं ब्राह्मणस्यापि वेदवेदाङ्गपारगः सुरापानं कथं भद्रे करिष्यामि विनिन्दितम् तया दुरम्भया देव्या प्रीत्या दत्ता सुरा हठात् तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदा भवद तदन्तरे सुरेन्द्रेण वज्रेण निहतस्तदा ब्रह्महत्यादिकैः पापैः सलिप्तो वृत्रः ततः ब्राह्मणास्तु ततः प्रोचुरिन्द्र पापं कृतं त्वया अस्माद्वाक्या तु विश्वस्तो वृत्रो नाम महाबलः हदो विश्वासभावेन एवं पापं त्वया कृतम् इन्द्र उवाच येन केनाप्युपायेन हन्तव्योरिः सदैव हि देवब्राह्मणहन्तारं यज्ञानां धर्मखण्डकं निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकं तदर्थं कुपिता यूयमेदन्यायस्य लक्षणं विचारमेवं कर्तव्यं भवद्भिर्द्विजसतमाः पश्चात् कोपं प्रकर्तव्यमन्यायं मम चिन्त्यताम् एवं सम्बोधिता विप्रा इन्द्रेणापि महात्मना ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्तेजसतमाः जग्मुस्वस्थानमेवं हि निषदे धर्मकण्डके इति श्रीपद्मपुराणे भूमिखण्डे वृत्रासुरवधो नाम पञ्चविंशोऽध्यायः ॐ